पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 40 युधिष्ठिर उवाच पौषस्य कृष्णपक्षे तु किं नामैकादशी भवेद् किं नाम को विधिस्तस्य यद्विस्तरदो वद यददाख्या हि भो स्वामिन् को देवस्तत्र पूज्यते श्रीकृष्ण उवाच कथयिष्यामि राजेन्द्र भवदस्नेहबन्धनाद् तुष्टिर्मेण तथा राजन्यज्ञैर्बहु लदक्षिणहैः यथा मे तुष्टिरायादिह्येकादशी व्रतेन वै तस्मात् सर्वप्रयत्नेन कर्तव्यो हरिवासरः सत्यमेदन्न वै मिथ्या धर्मिष्ठानां विशारद पौषस्य कृष्णपक्षे या सफला नाम नामदः तस्यां नारायणं देवं पूजयेच्च यथाविधि पूर्वेणैव विधानेन कर्तव्यैकादशी शुभा नागानां च यथाशेषो पक्षिणां पन्नगाशनः देवानां च यथा विष्णुर्द्विपदानां यथा द्विजः व्रतानां च यथा राजन् श्रेष्ठा चैकादशी तिथिः ते जनाश्चैव भो राजन् पूज्या वै सर्वदा मम हरिवासर संलीनाः कुर्वन्त्येकादशी व्रतम् इहैव धनसंयुक्तामृदा मोक्षं लभन्ति ते सफलायां फलैराजन् पूजयेन्नामदो हरिम् नारिकेलफलैश्चैव क्रमुकैर्बीजपूरकैः जम्बीरैर्दाडिमैश्चैव तथा धात्रीफलैशुभैः लवङ्गैर्बदरीभिश्च तथाम्रैश्च विशेषदः पूजयेद्देवदेवेशम् धूपदीपैस्तथैव च सफलायां विशेषेण दीपदानं तु कारयेद् रात्रौ जागरणं चैव कर्तव्यं सह वैष्णवैः यावन्निमेषो नेत्रस्य तावज्जागर्ति योनिषि एकाग्रमनसो राजन् तस्य पुण्यं शृणुष्व हि तत्समो नास्ति यज्ञो वैतीर्थं वा तत्समं न हि सर्वव्रतानि राजेन्द्रकलां नार्हन्ति षोडशीं एवं वर्षसहस्राणि तपसा नैव यद्फलम् तद्फलं समवाप्नोति यः करोति हि जागरम् श्रूयतां राजशार्दूलसफलाया कथं शुभा चम्पावतीति विख्याता पुरी माहिष्मतस्य च बभूवुस्तस्य राजर्षेः पुत्राः पञ्च कुमारकाः तेषां मध्ये दुज्येष्ठो वै महापापरतः सदा परदाराभिचारी च वेश्यासक्तश्च मद्यपः पितुर्द्रव्यं तु तेनैव गमितं पापकर्मणा असद्वृत्तिरदो नित्यं भूसुराणां तु निन्दकः वैष्णवानां च देवानां नित्यं निन्दा करोति सः ईदृश्यं तु ततो दृष्ट्वा पुत्रं माहिष्मदो नृपः नाम्नादु लुम्पक इति राजपुत्रेषु चापठत राज्यान्निष्कासितस्तेन पित्रा चैव दु बन्धुभिः स चैवं परिवारैस्तु त्यक्तश्च परिपन्थिवद लुम्पकोऽपि तथा त्यक्तश्चिन्तयामास वै तदा त्यक्तोऽहं बान्धवै पित्रा राज्यान्निष्कासितः किल इति सञ्चिन्त्य मानोऽसौ मदिं पावे तदाकरोद मया गन्तव्यमेवास्तु दारुणे गहने वने तस्माच्चैव पुरं सर्वं लुम्बयिष्यामि वै पितुः इत्येवं समदिं कृत्वा लुम्पको दैवयोगदः निर्जगाम पुरा तस्माद्गतोऽसौ गहने वने जीवकातरदो नित्यं स्ते यद्यूदफलानिधिः सर्वं च नगरं तेन मुषितं पापकर्मणा स्तेयाभिगामीनगरे गृहीतः स निशाचरैः उवाच तान् सुदोहं वै राज्ञो माहिष्मदस्य च सतैर्मुक्तपापकर्मा चागदो विपिनं पुनः आमिषाभिरदो नित्यं तरोर्वै फलभक्षणे आश्रमस्तस्य दुष्टस्य वासुदेवस्य संनिधौ अश्वद्धो वर्तते तत्र जीर्णश्च बहुवार्षिकः देवत्वं तस्य वृक्षस्य विपिने वर्तते महद तत्रैव निवसंश्चैव लुम्पकपापबुद्धिमान् गते बहुतिथे काले कस्यचित् पुण्यसञ्चयात् पौषस्य कृष्णपक्षे तु दशम्यां दिवसे तथा फलानि भुक्त्वा वृक्षाणां रात्रौ शीतेन पीडितः लुम्पको नाम पापिष्ठो वस्त्रहीनो गते क्षणः पीड्यमानोदिशीतेन हरिवृक्षसमीपदः न निद्रा न सुखं तस्य गतप्राण इवाभवद आच्छाद्य दशनैर्यास्यमेवं नीदा निशाखिला भानूदयेऽपि पापिष्ठो न लेभे चेदनां तदा लुम्बको गतसंज्ञस्तु सफलाया दिने तथा रवौ मध्यङ्गदे चैव संज्ञां लेभे स लुम्पकः इतस्ततो विलोक्याद व्यथितश्च तदासनाद स्खलत्पद्भ्यां प्रचलिध कञ्चन्निव मुहुर्मुहुः वनमध्ये गतस्तत्र क्षुत्क्षामः पीडितो भवत न शक्तिर्जीवखादेतु लुम्पकस्य दुरात्मनः फलानि च तदा राजन्नाजहारस लुम्पकः यावत् समागतस्तत्र तावदस्तं गतो रविः किं भविष्यति तादेति सविलापं चकारः फलानि तत्र भूरीणि वृक्षमूलेऽन्यवेशयद इत्युवाच फलैरेभिश्रीपदिस्तुष्यदां हरिः इत्युक्त्वा लुम्पकश्चैव निद्रां लेभे न वै निशि रात्रौ जागरणं मेने विष्णुस्तस्य दुरात्मनः फलैस्तु पूजनं मेने सफलायास्तथा नखा अकस्माद्व्रतमे वै दत्कृतवान्वै स लुम्पकः तेन पुण्यप्रभावेन प्राप्तं राज्यमकण्डकम् सूर्यस्योदयनं यावत् तावद्विष्णोर्जगामः दिवि तत्कालमुत्पन्ना वागुवाचा शरीरिणी राज्यं प्राप्स्यसि पुत्रत्वं सफलाया प्रसादः तदेत्युक्ते दुवचसि दिव्यरूपधरो भवद मदिरासीत्ततस्तस्य परमा वैष्णवी नृप दिव्याभरणशोभाढ्यो लेभे राज्यमकण्डकं कृतं राज्यं तु तेनैवं वर्षाणि दश पञ्च च मनोदास्तस्य पुत्रास्तु दाराकृष्णप्रसादः आशुराज्यं परित्यज्य पुत्रे चैव समप्य च गदकृष्णस्य सान्निध्यं यत्र गत्वा न शोचति एवं ह्यः कुरुदे राजन् सफलाव्रतमुत्तमम् इह लोके सुखं प्राप्य मृदो मोक्षमवाप्नुयात् धन्यास्ते मानवालोके सफलायां च ये रथाः तेषां च सफलं जन्म नात्र कार्याविचारणा पठनाश्रवणाच्चैव करणाच्च विशाम्पदे राजसूयस्य यज्ञस्य फलमाप्नोति मानवः इति श्रीपद्मे महापुराणे उत्तरखण्डे उमापदिनारदसंवादे पौषकृष्णासफलैकादशी नाम चत्वारिंशोऽध्यायः ॐ